त्रयोदशखण्डः श्यामाच्छबलं प्रपद्ये शबलाच्छां प्रपद्ये अश्वयुरोमाणि विधूय पापं चन्द्र इव राहोः मुखात् पुच्छ धूत्वा शरीरम् अकृतं कृतात्मा ब्रह्मलोकम् अभिसम्भवामीति अभिसम्भवामीति श्यामाशबलं प्रपद्ये इत्यादि मन्त्राम्नायः पावनः जपार्थश्च ध्यानार्थो वा श्यामः गम्भीरो वर्णः श्याम इव श्यामः हार्दं ब्रह्म अत्यन्तध्रुवगाख्यत्व तत् हार्दं ब्रह्म ज्ञात्वा ध्यानेन तस्मात् श्याम शबलं शबल इव शबलः अरण्यादि अनेककाममिष्टित्वा तु ब्रह्मलोकस्य शाबल्यं तं ब्रह्मलोकं शबलं प्रपद्ये मनसा शरीरपाताद्वा ऊर्ध्वं गच्छे यस्मादहं शबलाद् ब्रह्मलोकं नामरूपव्याकरणाय श्यामं प्रपद्ये हार्दभावं प्रपन्नोऽस्मि इत्यभिप्राय अतः तमेव प्रकृतिस्वरूपम् आत्मानं शबलं प्रपद्ये इत्यर्थः कथं शबलं ब्रह्मलोकं प्रपद्ये इति उच्यते अश्वैव स्वानि लोमानि विधूय कल्पनेन श्रमं पांस्वादि च रोमतः अपनीयं यथा निर्मलो भवति एवं हार्दब्रह्मज्ञानेन विधूय पापं धर्माधर्माख्यं चन्द्र इव च राहुग्रस्तः तस्माद् राहोः मुखात् प्रमुच्य भास्वरो भवति यथा एवं धूत्वा प्रहाय शरीरं सर्व अनर्थाश्रयम् इहैव ध्यानेन कृतात्मा कृतकृत्य सन् अकृतं नित्यं ब्रह्मलोकम् अभिसम्भवामि इति द्विर्वचनं मन्त्रसमाप्त्यर्थम् इति त्रयोदशखण्डभाष्यं चतुर्दशखण्डः आकाशो वै नाम नामरूपयोः निर्वहिता ते यदन्तरा तद्ब्रह्म तदमृतकं स आत्मा प्रजापते सवां भीष्मप्रपद्ये यशोऽहं भवामि ब्राह्मणानां यशो राज्ञां यशो विशामि यशोऽहम् अनुप्रापत्सि स अहं यशसां यशः श्येतम् अदत्कम् अदत्ककं श्येतं लिन्दुं माभिगां लिन्दुमाभिगाम् आकाशो वा इत्यादि ब्रह्मणो लक्षणनिर्देशार्थम् आध्यानाय आकाशो वै नाम श्रुतिषु प्रसिद्धात्मा आकाश इव अशरीरत्वात् सूक्ष्मत्वाच्च स च आकाशः नामरूपयोः स्वात्मस्तयोः जगद्बीजभूतयोः सलिलस्यैव फेनस्थानीयोः निर्वहित निर्वोढव्याकर्त ते नामरूपे यदन्तरा यस्य ब्रह्मणो अन्तरा मध्ये वर्तेते तयोर्वा नामरूपयोः अन्तरा मध्ये यन्नामरूपाभ्याम् अस्पृष्टं यत् इत्येतत् तद्ब्रह्म नामरूपविलक्षणं नामरूपाभ्याम् अस्पृष्टं तथापि तयोः निर्वरोढु एवं लक्षणं ब्रह्म इत्यर्थः इदमेव मैत्रीब्राह्मणेन उक्तं चिन्मात्र अनुगमातु सर्वत्र चित्स्वरूपता इव इति गम्यते एकवाक्यते कथं तदवगम्यते इति अहं स आत्मा आत्मा हि नाम सर्वजन्तूनां प्रत्यक्चेतनः स्वसंवेद्यः प्रसिद्धः तेनैव स्वरूपेण उन्नीयः अशरीरो व्योमं तु सर्वगत आत्मा ब्रह्म इति अवगन्तव्यं तच्च आत्मा ब्रह्म अमृतम् अमरणधर्म अत ऊर्ध्वं मन्त्रः प्रजापतिः चतुर्मुखः तस्य सभां भीष्म प्रभुविमितं भीष्म प्रपद्ये गच्छै किञ्च यशोऽहं यशो नाम आत्माहं भवामि ब्राह्मणान् ब्राह्मणा एव हि विशेषतः तमुपास्ते ततः तेषां यशो भवान् तथा राज्ञां विशां च तेऽपि अधिकृता एव इति तेषामपि आत्मा भवामि तद्यशो अहम् अनुप्रापत्सि अनुप्राप्तुमिच्छामि सः अहं यशसाम् आत्मनां देहेन्द्रियमनोबुद्धिलक्षणानाम् आत्मा किमर्थम् अहम् एवं प्रपद्ये इति उच्यते श्वेतं वर्णतः पक्वबदरसमं रोहितं तथा अदत्कं दन्तरहितमपि अदत्कं भक्षयितृ स्त्रीव्यञ्जनं तत्सेविनां तेजोबलवीर्यविज्ञानधर्माणाम् अपहन्तृ विनाशयितृ इत्येतत् यदेवं लक्षणं श्वेतं लिन्दु पिच्छलं तन्मा अभिगां मा अभिगच्छेयं द्विर्वचनम् अत्यन्त अनर्थहितप्रदर्शनार्थम् इति चतुर्दशखण्डभाष्यं पञ्चदशखण्डः तद्धेतद्ब्रह्म प्रजापति उवाच प्रजापतिः मन वै मनः प्रजाभ्यः आचार्यकुलाद् वेदमधीत्य यथा विधानं गुरोऽहम् कर्म अतिशेषेण अभिसमावृत्य कुटुम्बेषु च उदेशे स्वाध्यायमधीयानं धार्मिकान् विदधत् आत्मनि सर्वेन्द्रियाणि सम्प्रतिष्ठाप्य अहिगंसन् सर्वभूतानि अन्यत्र तीर्थेभ्यः स खलु एवं वर्तयन् यावदायुषं ब्रह्मलोकम् अभिसम्पद्यते न च पुनरावर्तते न च पुनरावर्तते। तद्ध एतत् आत्मज्ञानं सोपकरणि एतदक्षरम् इत्याद्यैः सहोपासनैः तद्वाचकेन ग्रन्थेन अष्टाध्यायीलक्षणेन सह ब्रह्म हिरण्यगर्भः परमेश्वरो वा तद्वारेण प्रजापतिः कश्यपाय उवाच असमपि मनवे स्वपुत्राय। मनुः प्रजाभ्यः इत्येवं श्रुत्यर्थसम्प्रदायपरम्परया आगतम् उपनिषद्विज्ञानम् अद्यापि विद्वत्सोगमिति यथा इह षष्टादि अध्यायत्रये प्रकाशित आत्मविद्या सफला अवगमिति तदा कर्मणां न कश्चन अर्थः इति प्राप्ते तदानर्थक्यप्राप्तिपरिजिहीर्षया इदं कर्मणो विद्वद्भिः अनुष्ठीयमानस्य विशिष्टफलवत्वेन अर्थवत्वमुच्यते। आचार्यकुलाद्वेदमधीत्य सः अर्थतः अध्ययनं कृत्वा यथाविधानं यथा स्मृत्युक्तैः नियमैः युक्तः सन् इत्यर्थः। सर्वस्यापि विधेः स्मृत्युक्तस्य उपकुर्वाणकं प्रति कर्तव्यत्वे गुरुशुश्रूषायाः प्राधान्यप्रदर्शनार्थम् अहं गुरोः कर्म यत् कर्तव्यं तत् कृत्वा कर्मशून्यो यो अतिशिष्टः कालः तेन कालेन वेदमधीत्य इत्यर्थः। एवं हि नियमवता अधीतो वेदः कर्मज्ञानफलप्राप्तिः भवति न अन्यथा इति अभिप्रायः। अभिसमावृत्य धर्मजिज्ञासां समापयित्वा गुरुकुलातो निवृत्य न्यायतो धारानाहृत्य कुटुम्बे स्थित्वा गार्हस्थ्ये विहिते कर्मणि तिष्ठन् इत्यर्थः। तत्रापि गार्हस्थ्यविहितानां कर्मणा स्वाध्यायस्य प्राधान्यप्रदर्शनार्थमुच्यते शुचौ विविक्ते अमेध्यादिरहिते देशे यथावत् आसीनः स्वाध्यायमदीयानः नैत्यकम् अधिकं च यथाशक्तिरुगादि अभ्यासं च कुर्वन् धार्मिकान् पुत्रान् शिष्यांश्च धर्मयुक्तान् विदधन् धार्मिकत्वेन तान् नियमयन् आत्मनि स्वहृदये हार्दिब्रह्मणि सर्वेन्द्रियाणि सम्प्रतिष्ठाप्य उपसंहृत्य इन्द्रियग्रहणात् कर्माणि च सन्यस्य अहिंसन् हिंसां परपीडाम् अकुर्वन् सर्वभूतानि स्थावरजङ्गमानि भूतानि अपीडयन् इत्यर्थः। भिक्षानिमित्तम् अटनादिनापि परपीडा स्यात् इत्यतः अन्यत्र तीर्थेभ्यः तीर्थं नाम शास्त्रानुज्ञाविषयः ततो अन्यत्र इत्यर्थः। सर्वाश्रमिणां च एतत् समानं तीर्थेभ्यो अन्यत्र अहिंसा एव इति अन्ये वर्णयन्ति। कुटुम्बे एव एतत् सर्वं कुर्वन् स खलु अधिकृतः यावदायुषं यावज्जीवम् एवं यथोक्तेन प्रकारेणैव वर्तयन् ब्रह्मलोकम् अभिसम्पद्यते देहान्ते न च पुनरावर्तते शरीरग्रहणाय पुनरावृत्तेः प्राप्तायः प्रतिषेधः। अर्चिरादिना मार्गेण कार्यब्रह्मलोकम् अभिसम्पद्य यावत् ब्रह्मलोकस्थितिः तावत् तत्रैव तिष्ठति प्राप्ततो नावर्तते इत्यर्थः। दुरभ्यासः उपनिषद्विद्या परिसमाप्तितः इति पञ्चदशखण्डभाष्यम् इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ छान्दोग्योपनिषद्भाष्यं सम्पूर्णम्।